पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 62। युधिष्ठिर उवाच, भगवन् श्रोतुमिच्छामि व्रतानामुत्तमं व्रतं सर्वपापहरं विष्णों फलदं व्रतिनां च यद पुरुषोत्तममासस्य कथां ब्रूहि जनार्दन। को विधिः किं फलं तस्य, को देवस्तत्र पूज्यते। अधिमासे च सम्प्राप्ते व्रतं ब्रूहि जनार्दन। कस्य दानस्य किं पुण्यं, किं कर्तव्यं नृभिप्रभो। कथं स्नानं च, किं जाप्यं, कथं पूजा विधिस्मृतः। किं भोज्यमुत्तमं चान्नं मासेऽस्मिन् पुरुषोत्तमे। श्रीकृष्ण उवाच, कथयिष्यामि राजेन्द्र भवदस्नेहकारणाद् पुरुषोत्तममासस्य माहात्म्यं पावनाशनम्। अधिमासे तु सम्प्राप्ते भवेदेकादशी तुया, कमला नाम सा नाम्ना तिथीनामुत्तमा तिथिः। तस्या व्रतप्रभावेन कमलाभिमुखी भवेद्। ब्राह्मे मुहूर्ते चोद्धाय संस्मृत्य पुरुषोत्तमम्। स्नात्वा चैव विधानेन नियमं कारयेद्व्रति। गृहे त्वेगगुणं जाप्यं, नद्यां तु द्विगुणं स्मृतम्। गवां गोष्ठे सहस्रोर्ध्वमग्न्यागारे शतान्वितं। शिवक्षेत्रेषु तीर्थेषु देवतानां च सन्निधौ। लक्षं तुलस्या साम्निध्ये ह्यनं तं विष्णुसन्निधौ। अवन्द्यामभवत् कश्चित् शिवशर्मा द्विजोत्तमः। तस्यात्मजास्तु पञ्चासन् कनिष्ठो दोषवानभूद्। तदा पित्रा परित्यक्तस्त्यक्तस्वजनबान्धवैः। कुकर्मणप्रभावेन गतो दूरतरं वनम्। एकदा दैवयोगेन तीर्थराजं समागतः। क्षुक्षामो दीनवदनस्त्रिवेण्यां स्नानमाचरद। मुनीनामाश्रमांस्तत्र विचिन्वन् क्षुधयार्दिदः। हरिमित्रमुनेस्तत्र ददर्शाश्रममुत्तमं पुरुषोत्तममासे वै जनानां च समागमे। तत्राश्रमे कथयतां कथां कल्मषनाशिनीं। ब्राह्मणानां मुखात्तेन श्रद्धया कमलाश्रुता। एकादशी पुण्यतमा भुक्तिमुक्तिप्रदायिनी। जयशर्माविधानेन श्रुत्वे मां कमलातिथिम्। एकादशी पुण्यतमा भुक्तिमुक्तिप्रदायिनी। व्रतं कृतं च तैः सार्धं स्थित्वा शून्यालये तदा निषीधे समनुप्राप्ते लक्ष्मीस्तत्र समागता। वरं ददामि भो विप्र कमलायाः प्रभावदः। जयशर्मोवाच, का त्वं कस्याशिरम्भोरुप्रसन्ना च कथं मम। इन्द्राणी सुरनाथस्य भवानी शङ्करस्य वा। गन्धर्वी किन्नरी वाध वधूर्वा चन्द्रसूर्ययोः। त्वत्सदृक्षान् दृष्टान् चन श्रुदा च शुभानने गन्धर्वी किन्नरी वाध वधूर्वा चन्द्रसूर्ययोः त्वत्सदृक्षा न दृष्टा च न श्रुता च शुभानने लक्ष्मीरुवाच प्रसन्ना साम्प्रतं जादा वैकुण्ठादहमागता प्रेरिता देवदेवेन कमलायाः प्रभावतः पुरुषोत्तममासस्य यापक्षे प्रथमे भवेद् तस्या व्रतं त्वया चीर्णं प्रयागे मुनिसन्निधौ व्रतस्यास्य प्रभावेन वशगाहं न संशयः तव वंशे भविष्यन्ति मानवाद्विजसत्तम मत्प्रसादादवाप्स्यन्ति सत्यं ते व्याहृतं मया ब्राह्मण उवाच प्रसन्ना यदि मे पत्मे व्रतं विस्तरदो वद यत्कथा सुप्रवर्तन्ते साधवो ये जनाद्विजाः लक्ष्मीरुवाच श्रोतॄणां परमं श्राव्यं पवित्राणामनुत्तमं दुःस्वप्ननाशनं पुण्यं श्रोतव्यं यत्नतस्ततः उत्तमश्रद्धया युक्तश्लोकं श्लोकार्थमेव वा पठित्वा मुच्यते सद्यो महापादककोटिभिः मासानां परमो मासः पक्षिणां गरुडो यथा नदीनां च यथा गङ्गा तिथीनां द्वादशी तिथिः अद्यापि निर्जरा सर्वे भारते जन्मलिप्सवः तमर्चयन्ति विविधा नारायणमनामयं ये यजन्ति सदा भक्त्या देवं नारायणं प्रभुं तानर्चयन्ति सततं ब्रह्माद्या देवतागणाः येऽपि नामपरा ये च हरिकीर्तनतत्पराः हरिपूजा परा ये च ते कृतार्था कलौ युगे हे शुक्ले वा यदि वा कृष्णे भवेदेकादशी द्वयम् गृहस्थानं भवेत् पूर्वा यदीनामुत्तरा स्मृता एकादशी द्वादशी च रात्रिशेषे त्रयोदशी तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणे एकादश्यां निराहारस्थित्वाहमपरेहनि भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत अमुं मन्त्रं समुच्चार्य देवदेवस्य चक्रिणः भक्तिभावेन तुष्टात्मा उपवासं समाचरेद कुर्याद्देवस्य पुरदो जागरं नियतो व्रती गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः ततः प्रातः समुद्धाय द्वादशी दिवसे व्रती स्नात्वा विष्णुं समभ्यर्च्य विधिवत् प्रयतेन्द्रियः पञ्चामृतेन संस्नाप्य एकादश्यां जनार्दनः द्वादश्यां च पयस्नानाद्धरे सारूप्यमश्नुते अज्ञानतिमिरान्धस्य व्रतेनानेन केशव प्रसीद सन्मुखो भूत्वा ज्ञानदृष्टिप्रदो भव एवं विज्ञाप्य देवेश्यं देवदेवं गदाधरं ब्राह्मणान् भोजयेद्भक्रिया तेभ्यो दद्या च दक्षिणाम् ततस्वबन्धुभिः सार्धं नारायणपरायणः कृत्वा पञ्चमहायज्ञान् स्वयं भुञ्जीदवाग्यदः एवं यः प्रयध कुर्यात् पुण्यमेकादशी व्रतं स यादि विष्णुभवनं पुनरावृत्तिदुर्लभम् इत्युक्त्वा कमला तस्मै वरं दत्त्वा तिरोदधे सोऽपि विप्रो धनी भूत्वा पितुर्गेहं समागतः श्रीकृष्ण उवाच एवं ह्य कुरुदे राजन् कमलाव्रतमुत्तमं शृणुयाद्वासरे विष्णोः सर्वपापैः प्रमुच्यते इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे उमापदि नारदसंवादे पुरुषोत्तममासस्य कृष्णा कमलानामैकादशी नाम द्विषष्टितमोऽध्यायः ॐ